नमः सर्वेभ्यः पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। वर्तमानविषयमस्ति तुदादिगणः। माता पुष्पादिविरचितप्रक्रियानुसारी पाणिनीयधातुपाठात् तुदादिगणस्य अवलोकनं कुर्मः। पेज् नम्बर् 92 तत्र अस्ति तुदादिगणः इति। विजय भगिनी आरम्भं करोति वा? आं तत्र नमस्कारः। किं लिखितं? सुदादिगणः सुदादिभ्यः शः सुदादिभ्यः शः। सुदादिगणे एकशत अधिक सप्तपञ्चाशत् इति धातवः सन्ति। एभ्यः शः शः भवति कर्तृदत्तके सार्वधातुके इति। शाप्रत्ययः अयं शित्वात् सार्वधातुकः अस्ति। किन्तु अत्र नास्ति पकारः इत्, अतः अयम् अपित् सार्वधातुकः। अत्र अधिदेशसूत्रं वर्तते, सार्वधातुकम् अपित् सार्वधातुकं यत् अपित् तद् नित्वत् भवति। अत्र इदम् अवधेयं, सार्वधातुकप्रत्ययाणां द्वौ विभागौ स्तः, पितः अपितः त च। विकरणेषु शाप्रत्ययः पित् सार्वधातुकः। तिङ् प्रत्ययेषु तिप् सिप् मिप् एते पितः। खलु महोदय, अग्रे पठामि वा? किं अग्रिमपरिच्छेदं अग्रिमपरिच्छेदं सम्पादित्य तस्य विवरणं ददातु। सार्वधातुके अत्र शाप्रत्ययम् अयं शित्वात् सार्वधातुकः अस्ति इति। शित् अस्ति, अतः शाप्रत्ययः अयं सार्वधातुकः अस्ति इति। अनन्तरं किन्तु अत्र नास्ति पकारः इत्, अतः अयम् अपित् सार्वधातुकः। अत्र अतिदेशसूत्रं वर्तते, एतत् विषये किं भवति इति। तुदादिगणे धातवः 157 धातवः सन्ति। एभ्यः शः वर्तते कर्तृदत्तके सार्वधातुके इति, इत्यनेन तुदादिभ्यः शः वर्तते। तुदादिभ्यः शः अत्र कर्तरि शप् प्रबाद्य तुदादिभ्यः शः इति अत्र अकारप्रत्ययमेव तिष्ठति। लशक्व तत्तिथि इत्यनेन शकारस्य इत् भूत्वा अकारः एव तिष्ठति अणवन्तलोपानन्तरम्। इदानीम् अत्र सार्वधातुकम् अपित् अत्र य अपित् विषये अस्ति चेत् अत्र निद्वद् भवति। निद्वद् अस्ति चेत् अत्र गुणकार्यं निषेधः भवति। अत्र अवधेयं किम् इत्युक्ते, सार्वधातुकप्रत्ययाणां द्वौ विभागौ स्तः। सार्वधातुकप्रत्ययाणां द्वे स्तः किम् अस्ति चेत् पितः अपितः इति। खलु महोदय? तद् आधारीकृत्य किं भवति इति अपि दत्तमस्ति न अत्र परिच्छेद, तदपि वदतु भगिनि। आम्, अत्र विकरणप्रत्ययेषु शाप्रत्ययः शप् प्रत्ययः पित् सार्वधातुकः। अत्र विकरणप्रत्ययेषु शप् इति अस्ति कर्तरि शप् इत्यनेन। एतत् प्रत्ययः अस्ति चेत् अत्र पित् सार्वधातुकः इति भवति। तिङ् प्रत्ययेषु तिप् सिप् निप् एव एते पितः भवति। पितः अस्ति चेत् अत्र गुणकार्यं भवति। तिङ् प्रत्ययेषु टिप् अस्ति, सिप् अस्ति, अनन्तरं मिप् अस्ति। एतत् प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इति क्रमेण तिप् सिप् मिप् इति पितः भवति। अतः अन्ये सर्वे सार्वधातुकः प्रत्ययाः अपितः सन्ति इति भवेत् एव विज्ञानम्। अत्र तिप् सिप् मिप् एतत् पितः भवति चेत् अन्यसार्वधातुकप्रत्ययाः अपितः सन्ति इति तत्र दत्तम्। एते सर्वे अपित् सार्वधातुकः प्रत्ययाः, नित्वत् भवन्ति, गुणनिषेधकः भवति, निति च इति सूत्रेण नित्वात् तेषु परतः तानि सर्वाणि कार्याणि भवन्ति, यानि भवन्ति नित्सु प्रत्ययेषु एव भवति। नित्सु सर्वत्र अस्ति, अतः एतदेव अत्र कार्यं भवति इति तत्र दत्तम्। सम्यक् सम्यक्, धन्यवादः भगिनि। धन्यवादः महोदय। तत्र नित्वत् भवति इति अपि इति कृत्वा नित्सु प्रत्ययेषु त्रीणि कार्याणि भवन्ति एव इति आरभ्य कः प्रति भगिनि वदति वा? एकः संशयः, उमा वदामि, अत्र सुधादिभ्यः शः इति दत्तम्, अत्र अस्ति वा? न न, विद्याभगिनी भगिनी किं किं लिखितमस्ति? विकरणेषु विकरणेषु इति कृत्वा दशगणेषु विकरणेषु सप्रत्यय तित् सर्वधातुकः, अन्ये तदेव तदेव अत्र अर्थमस्ति। इति तुदादिगणस्य सः इति न उक्तं तत्र, तत्र किम् उक्तं? विकरणेषु इति कृते विकरणप्रत्ययेषु सप् प्रत्यय एव पित् सर्वधातुकः, अन्ये पित् सर्वधातुकः नास्ति इति, अवगतं वा? अवगतं वा, तुदादिभ्यः शः इति दत्तं, तुदादिभ्यः शः तस्य विषये तु पूर्वे एव उक्तं न, तस्य पुनरावृत्ति नास्ति अत्र। अत्र किं केवलं वदति सर्वधातुकप्रक्रिया केवलं पित् अस्ति चेदेव भवति, विकरणेषु केवलं शप् एव पित् अस्ति इति, एवं विकरणेषु तिङन्तेषु इति तदनन्तरं भवति तिङन्तप्रत्ययेषु इति द्वितीयगण द्वितीयवर्गः, तस्मिन् पित् सिप् मित् एते पितः। अवगतं वा? अस्तु, विजयलक्ष्मी भगिनी पठति वा? महोदय नमस्ते, श्रूयते वा? यस् भगिनी पठतु। तत्र 91 पेज् इति उक्तं, मया न प्राप्तं, किं पुस्तके? 92 प्रक्रियानुसारिणी धातुपाठः। अस्तु अस्तु, हा धन्यवादः। पठामि किं? पठतु भगिनि, पठामि त्रीणि कार्याणि पठतु। नित्सु प्रत्ययेषु त्रीणि कार्याणि भवन्त्येव, मिति च निमित्ते ये गुणवृद्धि प्राप्नुतः ते न भवतः। तुद् योगः श योगः ति तुदति, क्षि योगः श योगः ति क्षीयति। अत्र नित्सु प्रत्ययेषु त्रीणि कार्याणि भवन्ति, स्मरणार्थं गुणवृद्धि भवति, अनन्तरं सम्प्रसारणमपि भवति खलु महोदय? आम्, इति द्वितीयं तृतीयमस्ति, द्वितीयमस्ति सम्प्रसारणं, तृतीयमस्ति उपधादीर्घः भवति। निति च इति निति निमित्ते ये गुणवृद्धि प्राप्नुतः ते न भवतः इति अतिदिश्यते निति च सूत्रस्य। ओ, अत्र तु तद् किमपि नास्ति, अस्तु। अत्र तुद् योगः श योगः ति, अत्र श इति सार्वधातुकम् अपित् इति सूत्रेण अपित् अस्ति इति कृत्वा तस्य निति च इति सूत्रस्य अतिदेशसूत्रस्य किं भवति गुण आयाति, तस्मिन् शप्रत्यये अतः अत्र गुणवृद्धिकार्यं किमपि न भवति, केवलं वर्णमेलनमेव भवति. तुद् योगः श योगः ति, अत्र शकारस्य लशक्व तद्धिते इत्यनेन शकारस्य लोपः इत्संज्ञा भवति, तस्य लोपः इति लोपं कृत्वा तुद् अति तुदति, केवलं वर्णमेलनं. क्षि यति तत्रापि क्षि श ति इति अस्ति, परन्तु य कुतः आगतम्? तस्य विशेषसूत्रमस्ति न, अजिष्णु दाद ब्रुवां योर् वङ्गड तत् तस्य सत्यं क्षि अति इति भवति, अनन्तरम् एकाच् अस्ति, अतः अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यनेन क्षि धातुः धातोः क्षिय इति आदेशः भवति. क्षिययोगः अयोगः ति क्षीयति इति रूपं निष्पद्यते. अत्र तु कार्यमस्ति, अग्रे पठानि वा? पठानि इति लोट् लकारः. एतत् प्रयोगं कर्तुं शक्यते वा? आम्, अहं पृच्छन्ती अस्मि खलु, पठानि किम्? न, अन्येन एव एतत् पठतु, अनन्तरं पठतु इति सः वदति. पठानि किम् इति अहं पृच्छन्ती अस्मि. महोदय, अत्र क्षियति इति अस्ति खलु, अत्र इयङ्ग आदेशः भवति वा? इकारान्त धातु अस्ति न? आदेशः अजादिप्रत्ययपरिहोने पर एव अत्र श अजादिप्रत्ययः अस्ति खलु, क्षि योगः अयोगः ति इति अस्ति. क्षि इति एकादश धातु, अ इति अपित् अस्ति, अजादि अपित् अस्ति, अतः इयङ् आदेशः भवति, क्षियति इति भवति. उमा भगिनी, भवत्याः ध्वनिः बहु मन्दं श्रूयते. विजया भगिनी अपि, विजया हेतिराजन् अपि बहु मन्दमस्ति. अहम् इतः पर्यन्तम् उच्चैः वदामि महोदय. द्वितीयकार्यं पठतु भगिनि. ग्रहीज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्यतीनां निति च. अत्र ग्रह ज्या वय व्यध् वश् व्यच् व्रश्च प्रच् भ्रश्च येषां सम्प्रसारणं भवति इति ङिति प्रत्यये परतः इति सूत्रं वदति. अत्र 1, 2, 3, 4, 5, 6, 7, 8, 9 नव धातवः सन्ति. एतेषां तुदादिगणे एकमेव धातुः अस्ति तस्मिन्. अत्र केवलं भ्रश्च इति धातोः प्रसङ्गः तुदादिगणे अस्ति इति तस्य एव वयं किं कुर्मः, भ्रश्च धातोः आलोचना कुर्मः. अन्येषां धातूनां तु अत्र प्रसङ्गः नास्ति, परन्तु एतेषां नवानां किति ङिति प्रत्यये परे सम्प्रसारणं भवति इति सूत्रार्थः. किमर्थं किति? सूत्रे तु केवलं ङिति इति अस्ति. किति इति अनुवृत्तिरूपेण याति भगिनि. ओ एवं वा, अस्तु. अत्र सत्यं किन्ति च. भ्रश्च इति धातु दीर्घसूत्रेण, अनन्तरं शप्रत्ययः तुदादिगणे अस्ति इति कृत्वा तुदादिभ्यः श इत्यनेन श आयाति. भ्रश्च योगः श योगः ति, अत्र वृश्चति इति, वृश्चति व्रश्च इति अस्ति तस्य वृश्यति इति रूपं निष्पद्यते दीर्घसूत्रेण रेफस्य ऋकारः भवति अत्र रेफः एव निमित्तस्य पार्श्वे अस्ति इति रेफस्य कार्यं भवति न सम्प्रसारणे सम्प्रसारणम् इति वकारस्य सम्प्रसारणं न भवति अनिदिताम् अनिदिताम् हल् उपधायाः निति इति तृतीयं सूत्रमत्र अनिदिताम् धातूनां हलन्तानाम् उपधानकारस्य लोपो भवति किति ङिति प्रत्यये परतः त्रिंफ् योगः श योगः ति अत्र भवति न लोपः भवति अतः रूपं त्रिंफ ओ अत्र पूर्वम् औपदेशिकरूपे नकारः आसीत् इति भासते त्रिंफ इति आसीत् अनन्तरम् अनुस्वारस्य अनुस्वारः भवति नश्च पदान्तस्य झलि इत्यनेन अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति त्रिंफ इति भवति अत्र त्रिंफ इति तु औपदेशिकः नास्ति योगः श अ इति अवशिष्यते किं भवति कस्य लोपः भवति मकारस्य लोपः भवति वा मकारस्य लोपः भवति न अनुस्वारस्य लोपः भवति मकारस्य लोपः भवति अत्र मकारस्य लोपः भूत्वा त्रिफति इति भवति वा त्रिफति इति नास्ति तत्र अन्यसूत्रमस्ति पुनरपि आगच्छति ओ वदतु सूत्रम् अहं तु विस्मृतवती प्रथमं लोप भवति अनिदितां धातोः वार्तिकमस्ति श्रे त्रिम्फादीनां नुं वाच इति वार्तिकमस्ति तत्र त्रिंश त्रिफ् भवति त्रिफ् योग आ प्लस् ति त्रिफति विकल्पेन त्रिंफति अपि भवति अस्तु अस्तु त्रिफति त्रिम्फाद्य अन्तर्गणः अस्ति वाच्यम् इति विकल्पेन वा आम् विकल्पेन एवम् अस्तु अस्तु को अर्थः शे परे श्रे पदे तुम्फादिगणे नुम् लोप एकपक्षे लोप भवति अन्यपक्षे लोप न भवति इति अन्तर्गणः अस्ति चेत् त्रिम्फ् अन्तर्गणः अस्ति चेत् पेज् 103 मध्ये दत्तमस्ति भगिनि विकल्पेन न उक्तम् तत्र पेज् 103 मध्ये पश्यतु त्रिम्फाद्यन्तर्गणः इति दत्तमस्ति अनजितां हल् उपदायां किति इति सूत्रं प्रथमम् अस्ति तदनन्तरं वार्तिकम् अस्ति शे त्रिम्फादीनां वाच्य तत्र उदाहरणं दत्तमस्ति त्रिम्फ् धातूनां त्रिम्फ् योगश योग त्रि त्रिफ् त्रिम्फ् तत्र मकारस्य लोप एकपक्षे अन्यपक्षे त्रिम्फ् इति यदावत् तिष्ठति त्रिम्फति इति भवति तदेव दृश्यते अत्र न न त्रिम्फति इति एव अस्ति महोदय त्रिफति इति भवति अनन्तरं वार्तिकेन नकारः पुनः आयाति अतः त्रिम्फति पुनः आयाति न लोपे सति येषां त्रिम्फादीना नो रामो भवति इति पुनरपि आगच्छति वार्तिकेन पुनरागच्छति अतः वाच्यः इत्युक्ते वार्तिकमेव अत्र वा इति अनितरसम् इति अर्थे न आगच्छति अत्र अनिदिता काल उपदायाः इति न न अत्र शे तिम् तृप्पादीनां नुं वाच्यः इत्युक्ते वार्तिकमेव अत्र वा इति अर्थे नास्ति अन्यतरत्यम् तदेव वदामि विकल्पेन नास्ति वक्तव्य अस्ति सर्वप्रथमम् अनादीनां खलु उपताय नीति इति सूत्रेण मकारस्य लोपः भवति तदनन्तरं वार्तिकबलेन पुनः मकारस्य लोपः नुमागमः भवति इति मम प्रश्नः विकल्पेन नास्ति भवति एव अतः अन्तिमरूपं त्रिंशति इति एव अन्यानि कार्याणि यथास्थानं वक्ष्यन्ते इति समाप्तः अग्रे अहं पठामि वा अन्ये कोऽपि पठन्ति वा सूर्यकुमारी भगिनी पठति वा तुदादिगणीय विशेषदातवा इति धन्यवादः तुदादिगणस्य विशेषधातवः अचिस्नु धातुभ्रुवां व्योर्यङ् वोङ्गौ स्नुप्रत्ययान्त प्रत्ययान्तस्य अङ्गस्य ईवर्णन्तस्य ऊवर्णन्तस्य च धातोः भ्रु इत्येतस्य अङ्गस्य इयङ् उवङ् आदेश आदेशौ भवतः अजादौ किति निति प्रत्यये परतः धातुविहितप्रत्ययेषु सूत्रमिदं कित्सु णित्स् एव प्रवर्तते सूत्रं वदति अचिस्नु धातुभ्रुवां व्योर्यङ् उङ्गौ अचि परतः अस्ति चेत् अचि प्रत्ययपरतः अस्ति चेत् स्नु विकरणप्रत्ययस्य उकारस्य धातु इकार उकारस्य उकारयोः भ्रुवां भ्रू प्रातिपदिकस्य उकारस्य इयङ् ओङ्गौ आदेशो भवति कित्सु मित्सु प्रत्ययपर अजादि अपित् प्रत्यय अस्ति चेदेव इकार वकार इकार उकार इति अस्ति न इकारस्य उकारस्य स्थाने तदेव व्योर् इति अस्ति न यङ् भवति भूस्थाने उवङ् भवति समीचीनम् तत्र प्रथमसूत्र प्रथमवदातु चेत् अन्ते भवति न तु सर्वस्य धातु सर्वस्थाने न अन्ते नितच्च इति सूत्रेण अन्ते एव भवति खलु महोदय केन सूत्रेण नित्य इति परिभाषया परिभाषा प्रथमधातु स्वीकृत्य नवरूपाणि वदतु भगिनि प्रथम कुर्मः आम् रि धातु अर्धः गतौ रि योगः तदादिगणस्य कर्त्री प्रभाज्य सुदादिभ्यः सह इत्यनेन सा आयाति रियोगः सा योगः ति लसको तद्धिते इति सूत्रेण एव अवशिष्यते रियोगः आयोगः ति रि धातु इगन्तधातुः प्रत्यय अजादि अपित् प्रत्ययः अचिष्णु धातु भ्रुवां व्योर्यङ् वोङ्गौ इति सूत्रेण इ अस्ति चेत् ई स्थाने इ इय आदेश भवति अङ्गम् अस्ति री रीयोगः रिय अङ्गम् अस्ति रियोगः ति अथवा ते विवक्षया प्रथमं परस्मैपदि प्रत्यय परस्मैपति एव न धातु परस्मैपदि री धातु परस्मैपति एव अस्ति सकर्मक अन्त अस्ति परस्मैपदि तिनन्तप्रत्यय भवति चेत् लट्लकार उदाहरणं वदामि महोदय आम् वदतु नवरूपाणि किमस्ति रियति रियतः रियन्ति रियसि रियतः रियथ रियामि रियाव रियावः रियामः सम्यक् तस्य लङ् रूप लङ् रूपं कथम् अटायाति सिद्धतिन् प्रत्ययः ताम् अन्त स अन् अन् क्षम्यताम् अन् स तं त अं वा मा रियर् अङ्गम् अस्ति अरियत् अरियताम् अरियन् अरियः अरियतम् अरियत अरिय अरि अरियम् अरियाव अरियाम सम्यक् धन्यवादः उत्तमम् तदनन्तरं मीना भगिनी क्षी धातु क्षी निवास निवासयो निवासगोस्त्यो निवासगत्यो न निवासगत्यो इति अस्ति न चतुर्थ री तदनन्तरं पि अस्ति घि अस्ति तदनन्तरं क्षि अस्ति क्षि जाना निवासगत्योः इति तस्य लट् लट् रूपाणि वदतु क्षि योगः श आयोगः इदानीं जस्ट् वन् मिनिट् भवति क्षीयोगः आयोगः ति क्षीय इति अङ्गमस्ति शप्रत्ययः गच्छति आगच्छति प्रथमं क्षीय इति अङ्गं क्षीय योगः ति क्षीयति क्षीयतः क्षीय इति अङ्गं कथं भवति क्षीयोगः क्षीयोगः शप्रत्ययः तत्र अचिषु अचिष्णु धातु ब्रुवां प्युवो इयङ् वङौ इति सूत्रेण क्षि इ इकारस्य इयङ् आगच्छति इ क्षी भवति तदत्र अकारः श इति प्रत्ययः तुदादिगणे तत्र अकारः अवशिष्यते क्षीय इति अङ्गं भवति क्षीय योगः ति क्षीयति क्षीयतः क्षीयन्ति क्षीयसि क्षीयतः क्षीयत क्षीयामि क्षीयावः क्षीयामः सम्यक् लोट् लकार क्षीयतु क्षीयतु वा क्षीयतु क्षीयतु ताम् अन्तु क्षीयतु क्षीयतां क्षीयन्तु तु तात् इति रूपद्वयम् अस्ति न प्रथमपुरुष मध्यमपुरुषे तं क्षियतं क्षियतं क्षियत तु तात् तं त क्षियतं क्षियत क्षीय क्षीतं क्षियतं क्षियत क्षियाव श्याम क्षियानि क्षियाव श्याम सम्यक् तत्र मध्यमपुरुष प्रथम मध्यमपुरुष एकवचने अपि क्षियतात् इति धन्यवादः भगिनि तदनन्तरम् उमा भगिनी घृ गति स्थैर्ययोः इति ध्रु धृ गति गतिस्थैर्ययोः आम् घृ घृ तिर्हो न जाना ध्रु सारि ध्रु ध्रुव ध्रु विकास इति उकारः ओके सो अतिश्रुधातु ब्रुवां योरियम् ओन्न इति सूत्रेण उकारस्य उव आदेशः उतः इत्युक्ते तस्मात् ध्रुव इति आगच्छति नकार का लोप लोकसका है तो ध्रुव ध्रुव अंगम भवति ध्रुवति अगच्छति राइट है रूपाणि ध्रुवति ध्रुवतः ध्रुवन्ति ध्रुवसि ध्रुवतः ध्रुवतः ध्रुवामि ध्रुवावः ध्रुवामः विदिलि ध्रुवे ध्रुवेतां ध्रुवेयुः ध्रुवेते ध्रुवेतं ध्रुवेत ध्रुवेयं ध्रुवेव ध्रुवेम धन्यवादः तदनन्तरं जयलक्ष्मी भगिनी तत्र रियङ्ग्य रियङ्ग्शालिङ्गशु इति सूत्रं तत् पठति वा आं महोदय नमस्ते महोदय नमस्ते रिंशय ग्लिंशु शा यक् इत्यतयोः यकारादौ लिङि च सार्वधातुके परतः ऋकारान्तस्य अङ्गस्य रिङ् रि इति आदेशः भवति इति सूत्रार्थः अत्र लिखितम् केवलं पठनं वा महोदय तत् तदेव अस्ति तस्य कारणेन किं भवति तदपि वदतु भगिनि एतत् सूत्रं वदति ऋकारान्त अङ्गस्य रिङ् इति आदेशः भवति यदि शापरे अथवा यक् परे अथवा यकारादि आर्तधातुक लिङ् लकारे परे भवति रिङ् इति आदेशः भवति इति उक्तम् आदेश तदनन्तरम् एक एकमपि सूत्रमस्ति तदनन्तरम् अग्रिम पेज् पुटे म्रियतेर्लुङ् लिङ्गोश्च इति एकं सूत्रं म्रियतेर्लुङ् लिङ्गोः शितश्च आत्मनेपदं भवति अन्यत्र न भवति इति नियमः शिति म्रि योगशा म्रिया म्रियते लुङि अमृता लिङि मृषीष्ठ अन्यत्र परस्मैपदमेव मरिष्यति इति रूपम् अत्र अन्यत् सूत्रमस्ति म्रियते इत्यस्य लुङ् लिङ् लकारे षित् आत्मनेपदं षित् च आत्मनेपदं भवति इति उक्तं तेन कारणेन केवलं शिति म्रियते इति लट्लकारे रूपं लुङि अमृता लिङ्लकारे मृश्चीष्ट इति रूपं भवति अन्यत्र सर्वत्र मरिष्यति इति रूपं भवति तत्र रिङ् आदेशः न भवति इति चिन्तयामि महोदय आत्मनेपदमपि भवति अत्र न भवति इति केवलं लुङ् लिङ् लुङ् लिङ् मध्ये आत्मनेपदं भवति म्रियते इत्यत्र तु लङ् लुङ् लिङ् लट् लकारे लटि लुङि लिङि च आत्मनेपदं भवति अन्यत्र परस्मैपदं भवति इति. अत्र लिङ् इति चेत् आसीलिङ्ग् विशिष्ट इति आसीलिङ्ग् लिङ्ग् आशीर्लिङ्ग् तद् कुम्भि तत्र म्रि इति धातु स्पेशल् विशिष्टसूत्रमस्ति इति कृत्वा लिङि रिङ् इति आदेशः न भवति इति वदति खलु. रिङ् विषये न उक्तं, केवलम् आत्मनेपदं भवति इति एव उक्तम्. अहं किमर्थम् उक्तमिति चेत् परस्मैपदं मरिष्यति इत्यत्र रिङ् आदेशः नास्ति इति केवलम् उक्तवती तावदेव. किन्तु सूत्रार्थः तथा किमपि न वदति, केवलं लुङ् लकारे लङ् लट् लकारे ततः परं लिङि च आत्मनेपदं भवति इति एव उक्तम् खलु. तदेव परन्तु रूपं पश्यति चेत् अमृत तत्र रिङ् आदेशः न भवत् खलु, तत्कारणमेव ऋकारः एव अस्ति. रिङ् इत्यस्य विषये सूत्रं किमपि न उक्तं, मरिष्यति इत्यत्र रिङ् नास्ति इति एव मया उक्तम्. अस्तु, परन्तु रिङ्ग् विषये चेत् पूर्वं किम् उक्तम्? एतयोः यकारादौ लिङि लिङि च इति, यकारादौ लिङि च असर्वधातुके परतः ऋकारान्तस्य अङ्गस्य म्रिया इति अङ्गं न म्रिया इति अङ्गं भवति न म्रिया इति एव अङ्गं सत्यम्. कथं म्रिय इति भवति किं सर्वप्रथमं तु सकार एव भवति न चित्वात् चिष्णुदादपुरम् इति पूर्वमायाति न प्रथमतया रिङ्क्षे ग्लिङ्क्षु इत्यनेन एव मृ इत्यस्य ऋकारस्य स्थाने रिङ् इति आदेशः भूत्वा मृ इति भवति. मृ इत्यस्य इकारान्त इकारः अस्ति पुनः इति कृत्वा पुनः अचिष्णुधातुध्रुवम् इत्यनेन इयङ् आदेशः भवति, तेन मृय इति भवति. पुनः अकारः श इति अकारः मृय इति अङ्गं भवति श इत्यस्य अकारेण. प्राणत्यागे इति धातु न प्राणत्यागे इति धातु सत्यं सत्यं तदेव खलु. तदेव तत्र प्रङ् दृङ् धृङ् दृङ् तेषामपि समानमेव. प्रथमतया रिङ् आदेशः ततः परम् इयङ् आदेशः तेन प्रिया द्रिया ध्रिया इति अङ्गानि. धन्यवादः भगिनि. अस्तु धन्यवादः महोदय. तदनन्तरं मृतधातो इति शोभा भगिनी पठति वा? अत्र च इति किमर्थम् अस्ति सूत्रे? कुत्र म्रियतेर् लुङ् लिङ्गोश्च पूर्वं किमपि अन्यत्रापि कुत्रापि आत्मनेपदविषयम् उक्तं भवेत् भगिनि? पूर्वस्मिन् सूत्रे आत्मनेपदं भवति इति उक्तं स्यात्, तत्कारणम् अत्र एतत् अत्रापि आत्मनेपदं भवतु इति कारणं भवेत् इति चिन्तयामि द्रष्टव्यम्. आम् आं सत्यम्, अनुवृत्तिरूपेण आत्मनेपदम् इति आयाति, शितः इत्यपि आयाति, अतः च 1361 तस्य पूर्वम् अस्ति. तत्र आत्मनेपदं शितः इति अनुवृत्ति अस्ति न, शदे शितः इति अस्ति तस्य शितः आत्मनेपदम् इतोपि अग्रे प्रायः अस्ति. आत्मनेपदं तु अत्र न दृश्यते एव, कुतः आयाति? 1312 ततः सत्यम् अनुदात्तङ्गित आत्मनेपदम् तत्र अनुवृत्ति अत्रापि अस्ति 61 मध्ये प्रायः ततः आरभ्य सर्वे आत्मनेपदम् इति अनुवृत्ति स्वीकुर्वन्ति. हा आम् सत्यम्. आत्मनेपदम् इति विशिष्ट आत्मनेपद विशिष्ट आत्मनेपदनियम विधि क्रियते तत्र सर्वत्र. परन्तु अत्र अधिकारः भिन्नभिन्नरूप भिन्नभिन्न किमस्ति अध्याये अस्ति खलु महोदय. एकं तु तत्र अधिकार इति अधिकारस्य वास्ता नास्ति भगिनि, केवलम् अनुवृत्ति अस्ति आत्मनेपदम् इति. हा अनुवृत्ति. परन्तु अत्र प्रथमाध्याये तृतीये पादे अनन्तरं षष्ठमाध्याये प्रथमपादः इति भिन्नभिन्नरूपेण भिन्नभिन्नस्थले आगच्छति. तद् भवितुम् अर्हति तत्र. किन्तु अत्र तु च इति केवलम् अनुवृत्ति सूचयति इति म्रियते सूत्रे एव म्रियते इति उक्तं न. अत्र आत्मनेपदम् इत्यस्य प्रायः अधिकारः एव च इत्यनेन शितः इति आयाति. शदेः शितः इति सूत्रेण शितः आयाति, तस्य कारणेन च इति अत्र सूत्रे अस्ति. आत्मनेपदम् इति तु आत्मन अधिकारः नास्ति. अष्टाध्यायी मध्ये अधिकारं न दर्शयति. न दृश्यते वा? न दृश्यते, केवलम् अनुवृत्ति अस्ति आत्मनेपदम् इति द्वादशसूत्रादारभ्य. परन्तु अत्र च इति शितः एव च इति शदेः शितः म्रियते. तत्र च न शा च इति लुङ् लिङौ च इति तस्य कृते च इति दत्तमस्ति. महोदय मम चिन्तनं च इत्युक्ते रिङ्ग् आयाति इति मम चिन्तनम्. रिङ्ग् न आयाति. रूपाणि रूपं पश्यतु, अस्ति रिङ्ग् आदेशः न भवति अन्यत्र न भवति, लिङ्ग् लिङ्ग् भवति, लुङि लिङि न भवति. ततः अमृत् मृषीष्ट इति ऋकारः एव अस्ति. पश्यतु रिङ्ग् इति न भवति. तत्र सिद्धान्तकौमुदी तत् लिङ् लुङ् लुङि लिङौ शितश्च प्रकृति भूताङ् मृङ् स्तङ् न अन्यत्र नित्वं स्वरार्थम् इति दत्तमस्ति. म्रियते ममार ममर्थ मम्रिव मर्तासि मरिष्यति मृषिष्ट अमृत अतः परस्मैपदिनः सप्तः इति दत्तं. सप्त इति दत्तमस्ति. तत्र चकार तु अत्र लिङ् लुङ् इति द्वौ लकारस्य कृते दत्तमस्ति इति चिन्तयामि. लुङ् लिङ् इति पततु भगिनि. तत्र षड्रु इति दत्तमस्ति षदेः शितः इत्यस्मिन् पूर्वस्मिन् सूत्रे. तत्र षड्रु इति सूत्रस्य प्रसङ्गः तत्र दत्तमस्ति. षड्रु शातने परस्मैपदी तस्मात् आत्मनेपदं विधीयते इति. एतत् सूत्रं तु षड् इति धातोः कृते. अन्यत् सूत्रम् अग्रिमं सूत्रं मृ इति धातोः कृते. अतः तत्र अपि मृ इत्यस्य कृते अपि आत्मनेपदं भवति अण्डर् सर्टन् सर्कम्स्टेन्सेस्. लुङ् लङ् अपि च आत्मनेपदं शितः एतत् सर्वं तु उक्तमेव अस्ति सूत्रे एव. परन्तु पूर्वस्मिन् सूत्रे षत् इति धातोः कृते आत्मनेपदम् अपि च तथैव तत्र चकारः अपि च मृ इति धातोः कृते अग्रिमे सूत्रे चकारस्य ग्रहणं तु मृ इति धातोः कृते अपि आत्मनेपदं पदम् अस्ति इति तस्य कृते अस्ति इति मम मतम्। पूर्वस्मिन् सूत्रे षद् इत्यस्य अग्रिमं सूत्रे धातु तु मृङ् इति अस्ति, तत्तु पूर्वमेव आत्मनेपदमेव। मृधातोः औपदेशिकरूपं पश्यतु, मृङ् इति अस्ति। मृङ् इति भवति चेत् आत्मनेपदमेव खलु? आम्, परन्तु सूत्रं किं वदति? मृ प्राणत्यागे ङित्वात् आत्मनेपदम् अत्र सिद्धम् एव इति। आत्मनेपदस्य तत्र विशेषत्वेन उल्लेखः अस्ति, तत्र आत्मनेपदम् इति एव उक्तमस्ति। परन्तु पूर्वस्मिन् सूत्रे षद् इति धातोः कृते, अस्मिन् सूत्रे मृ इति धातोः कृते, तत्र आत्मनेपदस्य एव उल्लेखः, अतः च इति मृ इत्यस्य कारणात् इति मम मतम्। अहं किं चिन्तयामि, लुङ् लिङ्गो च आत्मनेपदम् अन्यत्र नास्ति इति सूचयति इति अहं चिन्तयामि। केवलम् आत्मनेपदं अन्यत्र तु परस्मैपदी एव न, मरिष्यति इति परस्मैपदी, अत्र तु शक्ष्यति इति परस्मैपदी भवति, अतः लुङ् लिङ् च आत्मनेपदं भवति अन्यत्र नास्ति इति। लट् परन्तु आत्मनेपदमेव, म्रियते इति अस्ति खलु, म्रियते म्रियेते म्रियन्ते, तत्र तु आत्मनेपदम् अस्ति। शप् केवलं श एव, श एव, परन्तु अत्र लुङ् लुङ् लिङ्गोः इति सामासिकपदं समस्तपदमस्ति, तत्र समस्तपदमस्ति चेत् तत्र च भवति वा? न भवति, न भवति। अत्र लुङ् च लुङि लिङ्गो शीतश्च, शीतश्च इति अस्ति न, शीतः अनिवृत्ति अस्ति कृत्वा च इति दत्तमस्ति, शीतश्च। महोदय, अत्र लुङ् च लिङ् च लुङ् लिङ्गौ तयोः इतरेतरद्वन्द्वः इति रूपेण तत्र च पदम् आगच्छति अव्ययम् इति रूपेण। मया न पठितम्, एतत् पुस्तके अस्ति, मया पठितम् एतदेव। तत्तु समासविग्रहः भवति खलु, लुङ् च लिङ् च इति अत्र पुस्तके अस्ति, अत्र तत्तु सत्यं, परन्तु तत् च तु समासविग्रहस्य कृते अस्ति, लुङ् च लिङ् च लुङ् लिङ्गौ तयोः लुङ् लिङ्गोः इति, तत् च तयोः इति सप्तमी, सप्तमी द्विवचनम्। लुङ् लिङ् च सार्वधातुकना, तत्र अष्टाध्यमै डाट् काम् मे पदमञ्चरि अग्रिमवाक्यं पठति चेत् तिङ् निधातो अत्र हीश्च इति प्रतिषिद्धः इति अस्ति, ही च किमपि तत् समचिन्ते नास्ति, नास्ति तत्र नास्ति च इति। अत्र आङ्ग्लभाषायाम् अस्ति, तत् पठानि किम्? हा, पठतु। आफ्टर् द वर्ब् मृ टु डै, वेन् इट् हेज़् वन् आफ़् द एफिक्सस् हेविङ्ग् एन् इण्डिकेटरि श, एस् वेल् एस् वेन् इट् टेक्स् द एफिक्सस् लुङ् एण्ड् लिङ् द आत्मनेपद इस् यूस्ड्। दिस् इस् अ रेस्ट्रिक्टिव् सूत्र, द रूट् मृङ् is marked with a ngakara as an indicatory letter, so by sutra 1312 atmanepad nit, that sutra it must be, it would be always atmanepadi, but the present aphorism restricts it to lung and ling tenses as well as to those tenses which are shit. It will be found hereafter that out of the 10 tenses, those that take shit affixes are the special tenses, that is the present, the imperfect, the potential and the imperative. Oh, atra lat lot lung vidhiling atra tu, because shit asti, सो दे आर् एनीवेज् बिकास् मृङ् इति अस्ति अतः आत्मनेपदमेव भवति परन्तु अडिशनलि लुङ् एण्ड् लिङ् इत्यत्रापि आत्मनेपदं भवति अन्यत्र तु परस्मैपदमेव भवति इति बिकास् तत्र तु षित् नास्ति तदेव सिद्धान्तकौमुदी स्पेसिफिकलि टेल्स् देट् तत्र पश्यतु सिद्धान्तकौमुदी किं वदति सिद्धान्तकौमुदी लुङि सिद्धान्तकौमुदी महोदय स्पष्टतया वदति परन्तु अत्र हिन्दीभाषायां केवल लिङ् लुङ् सम्बन्धे आत्मनिपदि अन्य लकार परस्मै पदे भवति नियम अनुसार आत्मनिपदि नाम सिद्धान्तकौमुदी परन्तु लिङ्गौषितश्च इति अस्ति सिद्धान्तकौमुदी केवलं शितश्च तत्रश्च इति शित् अपि अस्ति शित् अस्ति अस्ति खलु फोर् फोर् लकार शित् सर्वधातुकलकार एवं लुङ् लिङ् लङ् सत्यम् अवगतम् इदानीं तदनन्तरं ऋत् धातु इति सूत्रमस्ति शोभा भगिनी पठति वा आं पठामि महोदय ऋत धातोः ऋकारान्तस्य धातोरङ्गस्य इकारादेशो भवति किति इति प्रत्यये परतः कृ योगः शा योगः ति उरण्ड्रपरः इति रपरे इर् भवति कृ इत्यस्य किर् भवति तत्र कृ विक्षेपे कृ बिखर्न पहलान इति किर् किरति ग्रु निगरणे ग्रु निगल्न गिर् गिरति इति निगरणं गिलनम् अस्तु तत्र रूत इत् धातोः इति धातोः रूकारान्त अङ्गम् अस्ति चेत् तस्य अङ्गस् ऋकारस्य इकारादेशः भवति कितिङ् इति प्रत्यये परे इति यत् तत्र यथा क्रू इति धातुं स्वीकुर्मः चेत् क्रू योगः तुदादिभ्यः शः इत्यनेन श इति विकरणप्रत्ययः अपि च तिङ् ति इति तिङ् प्रत्ययः क्रू इत्यस्य ऋकारस्य स्थाने इकारादेशः भवति स च इकारादेशः उरण्ड्रपरः इति सूत्रेण रेपसहितम् आगच्छति अतः तत्र इर् इति आदेशः किर् क्रु इत्यस्य किर् इति भवति तदनन्तरं किर् योगः आ शा इत्यस्य आयोगः ति इत्यनेन किरति इति रूपं भवति तथा एव गृ इति धातोः अपि गृ इत्यस्य गिर् इकारादेशानन्तरम् इर् इति गिर् इति भवति गिर् योगः आयोगः ति गिरति इति अन्तिमरूपं तावदेव अस्ति तत्र इति मन्ये किर् इति धातो कृ धातोः लङ् रूपाणि किमस्ति किरति इत्यस्य लङ् रूपं वा किरति तत्र परस्मैपदी धातुः लङ् रूपे अकिरत् किरति अकिरताम् अकिरन् अपि च अकिरः अकिरतम् अकिरत अकिरम् अकिराव अकिराम इति भवन्ति धन्यवादः भगिनि धन्यवादः महोदय तदनन्तरं 215 उषा भगिनी पठति वा अवाद् अवाद्ग्रा तदनन्तरं अवाद्वयमस्ति अवाद् ग्रह गृहनिगरणे इति चौथाधिकस्य ग्रहणम् न तु गृहशब्दे इति क्रयादिपठितस्य क्रयादिपठितस्य अपूर्वात् गिरतेः आत्मनेपदं भवति अवगिरते अवात् ग्रह गृहनिगरणे इति तौतादिकस्य तुदादिकस्य ग्रहणं गृहनिगरणे इति धातोः पूर्वं पठितं न तु गृहशब्दे इति क्रयादिपठितस्य क्रयादिगणे अपि गृधातोः अस्ति तत् न उक्तम् अत्र गृहनिगरणे इति तुदादिगणस्य ग्रहणम् अपूर्वात् गिरतेः आत्मनेपथं भवति इत्येव सूत्रस्य मुख्यविषयः अपूर्वः उक्त अपूर्वः अस्ति चेत् अवगिरते अवपूर्वात् नाट् अपूर्वात् अवपूर्वात् गिरतेः आत्मनेपथं भवति अवगिरते इति अस्ति आत्मनेपथं भवति इति अस्ति न सूत्रे अवाद् इति अस्ति न सो अव अव इति अव पर अवात् अवात् परस्य अवात् परस्य ग्र अवात् आं महोदय आत्मनेपद अवगिरते इति आत्मनेपदं तस्य लङ् रूपाणि किम् अस्ति आत्मनेपदं लङ् रूपाणि त इतामन्त सो अव यो अव अकारः कम्स् इन् द मिडल् अवा अवागिरत अवागिरत अवागिरेताम् अवागिरन्त अवागिरताः अवागिरेताम् अवागिरे अवागिर अवागिरध्वं ध्वम् अवागिरे अवागिर अवागिरवहि नो गिरावहि अवागिरामहि गिरावहि गिरामहि अग्रिमसूत्रमपि पठतु समः प्रतिज्ञाने सम्पूर्वात् गिरतेः प्रतिज्ञाने वर्तमानात् आत्मनेपदं भवति सम्पूर्वात् गिरतेः प्रतिज्ञाने वर्तमानात् आत्मनेपदं भवति नित्यं शब्दं सङ्गिरते शब्दनित्यः एषा स्वीकारकर्ता प्रतिज्ञाने इति किं सङ्गिरति सङ्गिरति ग्रासं पुनर्पठि पठामि महोदय समः प्रतिज्ञाने ओके सम्पूर्वात् गिरतेः प्रतिज्ञाने वर्तमानात् आत्मनेपथं भवति ओके आत्मनेपथं भवति सम्पूर्वात् अपि च गिरतेः प्रतिज्ञाने अपि नित्यं शब्देः नित्यं शब्दं सङ्गिरते प्रतिज्ञाने इति किं सङ्गिरति सङ्गिरति ग्रासं ग्रासं सङ्गिरति ओ सङ्गिरति सम् उक्तत्वात् गिरति ओके प्रतिज्ञाने अर्थे सं गिरति इति परस्मैपति भवति सङ्गिरति ग्रासं ग्रासं सं न पूर्वम् अत्र उक्तं सो ग्रासम् इति अपि परस्मैपति भवति ओके सम्पूर्वात् गिरतेः वर्तमानात् आत्मनेपथं भवति ओके सो सम् इति पूर्वः अस्ति चेत् गृधातोः कृते वर्तमानात् आत्मनेपथं भवति वर्तमाना नास्ति परन्तु प्रतिज्ञाने अर्थः अस्ति चेत् सं गिरति इति परस्मैपथं भवति अपि च वर्तमानकालं नास्ति ग्रासम् इति लङ् रूपं भवति ग्रासम् इति परस्मैपति अपि भवति न तु आत्मनेपथम् संगिरति तत्र पदद्वयमस्ति समः इति एकपदं तत् आत्मनेपदं सूचयति प्रतिज्ञाने अर्थे परस्मैपदी भवति. शब्दनित्यं शब्दं सङ्गीरते इति वाक्यमस्ति. तत्र शब्दं नित्यं शब्दम् इत्यर्थे सङ्गीरते इति शब्दं सूचयति. सं पूर्व गिरते घी इति घी टु डिनोट् सौण्ड् नो गीर्वाण गीर् गिर् तत्र तस्य प्रतिज्ञाने प्रतिज्ञानार्थे प्रतिज्ञानाने परस्मैपदि भवति परस्मैपदि भवति सङ्गिरति न तु सङ्गिरते. विजयभगिनी किं पृच्छवती? महोदय अत्र रलयोः इत्यनेन गिलति अपि आगच्छति खलु? गिलति स्वालो अहं न जाने स्वालो इति अपि अहं न जाने भगिनि. अस्तु महोदय गिलति महोदय गिलति आयाति अहं प्राक् अपि उक्तवान् रलयोः इति सूत्रेण अतः यदि यदि गिलति अस्ति गिलति अस्ति केवलं यदि र प्रत्यहार इति मन्यते र प्रत्यहार र अन्तर्भूत र हलन्त अपि च ल हलन्ताय तदनन्तरमेव गिलति भवति. अत्र सम्यक्तया तृणं खादति इति अर्थे आगच्छति वा? समः अत्र इदानीं भवती पठितवती खलु तत्र सं गिरति अनन्तरं सा पठितवती खलु ग्रासम् अत्र सम्यक्तया तृणं खादति ग्रसम् इत्युक्ते अत्र तृणम् इति अर्थे आगच्छति वा? ग्रास् तृणमिति अर्थे अतः सम्यक्तया तृणं खादति इति अर्थे आगच्छति अत्र खलु महोदय? ग्रासम् इत्युक्ते स्वालोयिङ्ग् ग्रहणे इति अर्थे अस्ति. ग्रहणे इति अस्ति सम्यक्तया खादति न तु स्वालो करोति इति. सङ्गिरति इत्युक्ते सम्यक् खादति और् सम्यक् सम्यक् सम्यक् खादति इति प्रति स्वालोयिङ्ग् सङ्गिरतिफुल् और् क्वाण्टिटि इक्विवलेण्ट् टु अ माउथ्फुल् प्रतिज्ञानां तस्यार्थं प्रतिज्ञानात् अग्रिमेण्ट् प्रामिस् अड्मिशन् ब्रिङ्गिङ्ग् फार्वर्ड् इत्यादि अस्ति. समानार्थकमस्ति आज्ञो प्रतिज्ञाननियम आश्रम संश्रम अङ्गीकारः अभ्युपगम प्रतिश्रव समाधि अभ्युपगति अनुग्रह इत्यादि. सिद्धान्तकौमुद्यमस्ति खलु प्रतिज्ञा पाणिनीय अनुस्वारस्य विषये. आम् सम्यक् धन्यवादः भगिनि. अग्रिम विनय महोदय पठति वा दीर्घसूत्रम्? महोदय पा घ्रास्मा सा म्ना दाड् दिशि अर्ति सरति षड् सदां बिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ क्षीयसीदाः. अतः पास् स्थाने पिब् अस्ति पिब अस्ति ह्रास्थाने जिघ्र अस्ति मास्थाने धम अस्ति स्थाने तिष्ठ इत्यादि. अत्र केवलं धातुद्वयं विहितः सद् धातु सीद् अर्थ अस्ति, षड् धातु शी अस्ति, षड् शी अस्ति, आत्मनेपदी धातु अस्ति. प्रथम शदल्रि विशरण कद् धातु हिन्दीभाषायां काटना दुःखी होना इत्यादि परस्मैपदी भवति. ईदति अहं पठामि अत्र गति अवसाद, हा गति अवसादनेषु अवसाद अहं किञ्चित् जानामि परन्तु गति अर्थ अहं न जानामि. गति अवसादनेषु धातु अस्ति अतः परस्मैपदी भवति सीदति. शदल्लिशातने सर्वे जनः उक्तवान् शदेशितः सूत्राधारेण आत्मनेपदी भवति तर्हि एव शीय भवति. शीय भवति शीय भवति यथा यथा अशप्रत्ययः आधारेण अ आयाति तर्हि एव शीय भवति. प्रथमतया शीय हलन्त अस्ति, स्टीदपि द हलन्त अस्ति अतः तदनन्तरम् आत्मपदी वयं जानीमः त प्रत्ययः आयाति मूलतः त ते भवति तदनन्तरं शीयते भवति. शातनं दुःख अनुभव अर्थ अस्ति. अग्रे पठामि. यदि साधारणतया लृकार शित् अस्ति चेत् तत्र आत्मनेपदं भवति न? किन्तु सदल्र सीत् सद् इति आयाति तद् आदेशः भवति न? तत्र गति अवस्थ गति गति गति अवसादनेषु तत्र गति इत्युक्ते जान इति अस्ति. गति गति अवसादनेषु अवसादनेषु अवसादनेषु दुःखी होन दुःखी होन तत्र किन्तु तत्र तु परस्मैपदी दत्तमस्ति खलु. मुद्रणदोषमस्ति इत्युक्ते न सीदति मम गात्राणि सीदति सम्यक् एव परन्तु दुःखानुभवः सीदति इत्यस्य भवति. शीयते सीदन्ति मम गात्राणि इति अर्जुनः वदति खलु भगवद्गीतायां. शीयते इत्यस्य अर्थः गति अवसादनेषु इति भवति. गति अवसादन गति इत्युक्ते गमनक्रिया, अवसादन इत्युक्ते दुःख दुःखादि. अवसादन इत्युक्ते दुःख दुःखादि तत्र दुःखत्रासादि प्रकटीकरण. ओ एवं वा. शीयते इत्युक्ते जीर्णः भवति तदेव खलु. अक्षरः यद् यस्य क्षयः एव नास्ति अतः अक्षरः तद् नास्ति वा? अक्षरः इति नास्ति. यस्य क्षयः एव नास्ति तदेव खलु. तद् क्ष इति प्रायः एतद् भिन्नः ककारक्षकार अस्ति न क्षय न तु केवल षकार क्ष इति अस्ति ककारषकारस्य संयुक्त अक्षरस्ति. शीयते इत्युक्ते अवसाद तदपि दुःख अनुभवः एव वा? शतृ इति गति विशद गत्यवसाधनेषु विशरद विशरणगत्यवसाधनेषु इति अस्ति. तत्र तु परस्मैपदी एव दत्तमस्ति सीदति सीदतः सीदन्ति इति आत्मनेपदं नास्ति, तत्र परस्मैपदी एव दत्तमस्ति. ऋकारः परस्मैपदी एव विशेषणार्थः महोदय. ऋकारः पुषादि दीतादि लृङ् ऋतितः संथिङ्ग् लैक् दट् परस्मैपदेषु अस्ति. 3125 तत्र सतृ इति परस्मैपदी अस्ति न? शीयते शीयते शीयते सकारस्य किन्तु करपत्रे तु मया दृष्टं यत्र यत्र ऋकारः दत्तति तत्र तु आत्मनेपदीरूपमेव दत्तमस्ति करपत्रे. विशिष्टदातवः इति करपत्रे ऋकारः इति अस्ति चेत् तत्र सर्वत्र पुषादि द्युतादि लृदितः परस्मैपदेषु 3155 महोदय. स्पेशल् सूत्र विशरणगत्यवसादनेषु षड्लृ दट्स् वे द उपनिषद् कम्स् विशरणगति अवसादनेषु उषादि द्युतादि लृतः परस्मैपदेषु आङ् अनुवृत्तिसहितम् ओ देर् परस्मैपदेषु इति ओ दट्स् फदाल् लुङ् लकारः ऐ गेस् लुङ् लकारस्य चिलीरुङ् चिलीरुङ् ओ सो आत्मनेपदं देन् ओके. किन्तु करपत्रे पश्यतु विशेषदातवः इति तस्मिन् यत्र लृकारः दृश्यते तत्र सर्वत्र आत्मनेपदमेव दत्तमस्ति स्वरूप महोदयेन. ओहो अस्तु महोदय. सन्तु अत्र सीतति इति परस्मैपदम् अस्ति इति अष्टाध्यायी डाट् मध्ये अपि परस्मैपदी एव दत्तमस्ति. अस्तु महोदय धन्यवादः. धन्यवादः धन्यवादः महोदय. अरुणा भगिनी एक प्रश्न न नृ तु अनुबन्धः अस्ति नृ अनुबन्धः अस्ति नृ इत अनुबन्धः अस्ति इतस्ति किन्तु मया करपत्र दृष्टमस्ति तत्र सर्वत्र गुरुमहोदयेन लृकारान्त तत्र विशेषदातवः तस्मिन् करपत्रे लृका सर्वत्र लृकारान्तस्य आत्मनेपदरूपमेव दत्तमस्ति. धन्यवादः. अधुना भगिनि पठति वा अग्रिम इषुगमि यमां च इति इषुगमि यमां च तेषां चकारो भवति शिति परे. इष् धातु इच्छा भवति कथं तदनन्तरं तुकागमान् किमस्ति भगिनि न श्रूयते अत्र तुकागमान् आगच्छति तत्र इषु गमि यमां छः तत्र किं वदति येषां छकारो भवति शिति परे इति शित् अस्ति चेत् छकारस्य स्थाने छकारः भवति तत्र छकारस्य तुक् आगमः अपि भवति सतुक् छकारः भवति इति कृत्वा इच्छा इति भवति गमपि गच्छ यमति यच्छ भवति अग्रिमसूत्रम् सादेः शितः सदृ सातने परस्मेपदी तस्मात् आत्मनेपदं भवति शिति क्षीयते अशिति तु परस्मैपदमेव शिष्यति एतत्सूत्रमेव एतत्सूत्रमेव तत्र पूर्वं शतृ तत्र शतेषितः इति शतृ धातोः परस्मैपदीमेव आत्मनेपदीरूपं भवति तत्र शासने परस्मैपति तस्मात् आत्मनेपदं भवति शितिपदे स च सर्वदा शीयते इति अशिति तु परस्मैपदीमेव भवति इति यत् यत्र यत्र षित् नास्ति तत्र तु परस्मैपदीमेव भवति इति लट् लोट् लङ् तत्र तु आत्मनेपदं भवति अन्यत्र परस्मैपदी भवति सामान्यतया तदृ परस्मैपदी एव आम् षित् अस्ति चेत् आत्मनेपदं भवति षित् तु केवलं सर्वधातुकलकाराणां भवति न आत्मनेपदं भवति महोदय कथं भवति आत्मनेपदम् आत्मनेपदं षित् अस्ति चेत् इति कृत्वा लट् लोट् लङ् बिगिनिङ्ग् श आत्मनेपदं भवति अन्यत्र परस्मैपदं भवति ओ ओ ओके तत् केवलं शब्दधातु न धन्यवादः भगिनि विजया भगिनी विजया विजयलक्ष्मी भगिनी पठति वा वा ब्राश ब्राश आं पठामि वा भ्राश भ्लाश भ्रम् भ्रमु क्रमु क्लमु त्रसि त्रुटिलशः अत्र भ्राश भ्लाश भ्रमु क्रम् क्लम् त्रस् त्रुट् लश् एभ्यः शप् श्यन् एतौ प्रत्ययौ वा भवतः अतः शप्स्यन् प्रत्ययं भवति रूपद्वयं भवति उवादिगणे एवं श्यन् अपि भवति श्यन् दिवादिगणे अस्तु अस्तु अतः त्रुट् त्रुट् अत्र अस्ति वा भ्राश् भ्लाश् भ्रमु क्रमु त्रुट् त्रुट अस्ति अनन्तरं षष्ठमे गणे वयं तु तुदादिगणे स्मः शप् त्रुट् त्रुट् धातु शप् अस्ति श अस्ति शन् अस्ति शप् अस्ति शन् अपि अस्ति वा शप् अस्ति शन् अस्ति श अपि अस्ति तुदादिगणे अपि अस्ति त्रुट् धातु एवं ब्राश ब्लाश ब्रूम क्लम् क्लमु त्रस् त्रुटि लश् एभ्य शप् शन् एतौ प्रत्ययौ वा भवतः तत्र शप् शन् भवति परन्तु त्रुट् धातु तुदादिगणे अस्ति कृत्वा श अपि भवति छेदने त्रुट् त्रुट् त्रुटति त्रुटति इति त्रुट् योगः अयोगः त्रुटति इति भवति भुआदिगणे उपधायां त्रोटति इति भवति वा तत्र अध्याय आसीत् महोदय अत्र अष्टाध्यायी डाट् काम् मध्ये क्रमेण एतत् सर्वं सम्यक्तया दत्तमेव लस्ज त्रुटीकर्णा इत्युक्ते काट्ना तोड्ना त्रुट्यति इति चतुर्थे गणे त्रुट्यति इति भवति अनन्तरं ष प्रत्यय आयाति चेत् त्रुटति इति भवति शप् प्रत्ययस्य रूपं तु न दत्तम् अत्र उदुपदा धातु अन्तर्गतं दत्तमस्ति शायद अस्तु लस्ज मस्ज इत्यत्र धात्वादेः शः सः इति षकारस्य सकारे सस्ज इति जाते स्तोः शुनाश्चुः इति सकारस्य श्युत्वे षकारे सष्ज इति जाते झलां झष् झषि इति षकारस्य झष्त्वे सज्ज इति भवति एवमेव षज्ज भ्रज्ज इत्यत्रापि एतत्तु अग्रिमं वा लज्ज भ्रमज्ज न अस्मिन् अन्तर्गत अस्ति न कुत्र अस्ति अत्र ओ भ्राश् भ्राश् अत्र तु नास्ति अग्रे एव ओ अग्रे अग्रे ओलस्टि अस्ति न ओलस्टि लज् अस्तु अस्तु अत्र लज्ज मज्ज इति औपदेशिकधातोः रूपे स्तः अत्र धात्वादेः शः सः इति षकारस्य सकारे जाते परन्तु अत्र श कुत्र अस्ति सज्ज इति भवति परन्तु लज्ज लज्ज सकारस्य चकार भवति रञ्जश्चि ओलश्चि तस्मिन् इकारस्य इत् भवति अन्तिम इकारस्य प्रथम ओकारस्य अपि अनुबन्धलोपं भवति लज्ज इति अवशिष्य सन्ति लज्ज तत्र सकारस्य लज्ज सकारस्य स्थाने तत्र जलाञ्जस् भवति न इति कृत्वा लज्ज भवति सज्ज कुतः उपरि सज्ज इति अस्ति षज् अस्ति न षज् षष् लष् अस्ति न लष् लष् लष् इति अस्ति वा लष्ज परन्तु धातु आदेः एव षकारस्य सकारः भवति लष्ज इत्यत्र तु धातु आदेः षकारः कुत्र अस्ति आदे नास्ति किञ्चित् अत्र भ्रमः जायते स्थाने स्तोः स्युः किम् अस्ति अत्र हा षज्ज इति भिन्नः धातुः अत्र एवमेव षज्ज भ्रज्ज इत्यत्रापि षज्ज इति धातोः सज्ज इति धात्वादेः षज्ज तत्र षज्ज इति धात्वादेः सहस इति सज्ज भवति न तत्र सज्ज भवति इति कृत्वा सज्ज भवति सज्ज भवति एवं ब्रश्च ब्रश्च इति तत्र तत्रापि सकारस्य चकारः भवति ब्रज्ज ब्रज्ज भवति परन्तु उपरि लज्ज मज्ज इत्यत्र कुत्र धात्वादेः शः सः तत् सम्बन्ध न अवगतं मया इति जातोः स्तोः चुनस्तु इति तत्र लज्ज मज्ज ब्रश्च प्रायः मुद्रणवृक्षः अस्मिन् नास्ति भगिनि लज्ज मश्च इति तत्र इति न दृश्यते किन्तु षकार तु अग्रिम अन्तिम षश्च ब्रश्च इत्यत्र अत्रापि अस्ति. केवलं षज्ज कृते धात्वादेः शः सः इति षकारस्य दन्त्यसकारः भवति. अनन्तरं सन्धिकार्यं तु भ्रज इत्यस्यापि भवति, परन्तु धात्वादेः शः सः तत्र न आयाति. तदेव प्रायः अत्र उक्तमस्ति. एकमेव सूत्रमपि अस्ति गोपु, तदपि पठतु. पठित्वा समापयामः. गुपु गुपु धूप विच्छपणिपणिभ्यः आयः, एभ्यः आयप्रत्ययः भवति. विच्छ योगः आय, विच्छायति. अत्र गुपु इति अत्र दीर्घ ऊकारः अस्ति. अत्र गुपु धूप विच्छ कथं विच्छेदः कथं भवति? गोप गुपु गुपु धूप विच्छ पणि पणि पणि. हा अस्तु, पञ्चधातवः सन्ति गुपु धूप विच्छ पणि पणि इति. अत्र विच्छ इति तुदादिगणे अस्ति, अतः आय प्रत्ययः आयाति. अतः विच्छ योगः आय, विच्छाय विच्छाय योगः शप् श योगः ति इति भवति. अनन्तरं विच्छायाति इति किमर्थं न अभवत्? न, तत्र शास्थाने आय भवति न. विच्छ आय आय इति भवति, शास्थाने आय इति आयाति. अस्तु अस्तु, आदेशः न सकारस्य विकरणप्रत्ययस्थाने आय इति आय आय इति आयाति. अतः विच्छायति इति भवति. विच्छायति इत्युक्ते लड़खड़ाना, रुक रुक कर चलना, रुक रुक के चलना. अस्तु, अत्र स्थगयामः. अग्रे सम्प्रसारणि सम्प्रसारणि दातवः इत्यारभ्य अग्रे अग्रिम विद्याभगिनी चालयति. विद्याभगिन्याः आरोग्यं सम्यक् अस्ति खलु? सम्यक् अस्ति, सम्यक् सम्यक् अस्ति. धन्यवादः, अत्र स्थगयामः. प्रश्नः नास्ति. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः.